तथा शङ्खश्च वीर्यश्च वनवानक गोमुखः सह सेवाभ्यः नन्त सशब्दस्तु मुलो भव तथा श्वेते हैर्युक्ते महति स्यन्दने स्थितो माधवः पाण्डवश्चैव दिव्यो शङ्खो प्रदध्मतुः पाञ्चजन्यम् ऋषिकेशो देवदत्तम् धनञ्जयः पौण्ड्रम् दध्मौ महाशङ्खम् भीमकर्मामृकोदरः अनन्त विजयम् राजा कुन्तीपुत्रो युधिष्ठिरः नकुलः सहदेवश्च सुघोषो मणिपुष्पकौ काश्यश्च परमेश्वासः शिखण्डी च महारथः धृष्टद्युम्नो विराटश्च सात्यकीश्चापराजितः द्रिपदो द्रौपदेयाश्च सर्वश पृथिवीपते सौभद्रश्च महाबाहो शङ्खान् दद्मौ पृथक् पृथक् सहोषो धार्तराष्ट्राणाम् हृदयानि व्यदारयत् नवश्च पृथिवीम् चैव